नमस्कारः. अस्माकं पाणिनीयवर्गे सर्वेषां स्वागतं. धातुविज्ञानं तृतीयभागः इति विषयः अनुवर्तते. एतावता पदव्यवस्था कथं भवति इति वयं ज्ञातवन्तः. अधुना ततः अग्रे इड्व्यवस्था इति इड्व्यवस्थां प्रति गच्छामः. तर्हि इड्व्यवस्था इत्युक्ते का इति चेत्, इट् इति उक्तम्. इट् इत्युक्ते आगमः अस्ति. इट् इति आगमः अस्ति. इट् इति आगमः कस्य भवति इति चेत् प्रत्ययस्य भवति. इट् इत्यनेन ह्रस्व इकारः अनन्तरं टकारः योजितः. अतः वयं ज्ञातुं शक्नुमः इट् इत्युक्ते आगमस्य सूचकः अस्ति. यतोहि टकारस्य इत्संज्ञा अस्ति, अतः आगमस्य सूचकः अस्ति इट् इति. तर्हि कस्य इट् भवति इति चेत् प्रत्ययस्य इट् भवति. तर्हि कीदृशप्रत्ययस्य इट् भवति इति तदर्थं सूत्रं पठनीयम्. तदर्थमेकं सूत्रमस्ति आर्धधातुकस्येड् वलादेः इति सूत्रम्. आर्धधातुकप्रत्ययस्य इट् भवति. कीदृश आर्धधातुकप्रत्ययस्य? वलादि अर्धधातुकप्रत्ययस्य. वलादि इति वल् प्रत्याहारस्य कश्चन वर्णः अस्ति अर्धधातुकप्रत्ययस्य आदौ. तर्हि तस्य प्रत्ययस्य इडागमः भवति. तर्हि यस्य प्रत्ययस्य आदौ, यस्य अर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारस्य वर्णः अस्ति, तर्हि वयं ज्ञातुं शक्नुमः इडागमः भवितुम् अर्हति इति वयं ज्ञातुं शक्नुमः. इडागमः भवति एव इति नास्ति. यद्यपि अर्धधातुकप्रत्ययः अस्ति, वलादिः अपि अस्ति, इडागमः भवितुम् अर्हति, परन्तु सर्वत्र इडागमः भवति इति नास्ति. किमर्थम् इति चेत् धातुः अपि योग्यः भवेत्. धातुः अपि इडानुकूलयोग्यः भवेत्. तदर्थं धातोः स्वभावः कः इति अपि द्रष्टव्यं भवति. तदर्थम् अन्यत् सूत्रमस्ति, एकाच् उपदेशेनुदात्तात् इति सूत्रमस्ति. तदपि पठामः. यत्र औपदेशिकधातौ एकः एव स्वरः अस्ति, सः स्वरः अनुदात्तः अस्ति. इत्युक्ते धातौ स्वरः इत्संज्ञकः अस्ति चेत् धातुः किं पदि इति ज्ञायते. परस्मैपदि वा, आत्मनेपदि वा, उभयपदि वा इति ज्ञायते, यदि इत्संज्ञकस्वरः अस्ति चेत्. इत्संज्ञकस्वराणां लोपानन्तरं यः अवशिष्टः स्वरः अस्ति धातौ, सः स्वरः अनुदात्तः अस्ति चेत् धातुः अनिट् इति वक्तुं शक्नुमः. अनुदात्तः स्वरः अवशिष्टः अस्ति चेत् धातुः अनिट्. यत्र धातुः अनिट् न इट्, अनिट् अस्ति, अनिट् अस्ति, तादृशधातुतः आर्धधातुकप्रत्ययस्य इडागमः न भवति इति अर्थः. तर्हि कुत्र इडागमः भवितुम् अर्हति? प्रत्ययः वलादिः भवेत्, आर्धधातुकः भवेत्, अपि च धातुः अपि सेट् भवेत्. धातुः कदा सेट् भवति? यदा धातौ यः अवशिष्टः स्वरः अस्ति, सः स्वरः उदात्तः अथवा स्वरितः अस्ति चेत् धातुः सेट् भवति. अन्यत्र सर्वत्र धातुः अनिट्. इत्युक्ते यत्र धातौ अनुदात्तस्वरः अस्ति, सः धातुः अनिट्. अनिट् धातुतः यद्यपि वलादि अर्धधातुकप्रत्ययः अस्ति, तथापि इडागमः न भवति. इत्युक्ते पश्यामः चेत् अत्र संस्कृतभाषायां ये ये अजन्तधातवः सन्ति, अजन्तधातुषु प्रायेण सर्वे धातवः अनिटः. केवलं चतुर्दशधातवः एव सेटः, अन्ये सर्वे धातवः अनिटः. परन्तु हलन्तधातुषु पश्यामः चेत् हलन्तधातुषु प्रायेण सर्वे धातवः सेटः, केवलं 2-1 धातवः एव अनिटः, अन्ये सर्वे हलन्तधातवः सेटः. अनन्तरं वेट् इति अपि वदामः. वेट् इत्युक्ते विकल्पेन सेट्, एकस्मिन् पक्षे सेट्, अपरस्मिन् पक्षे अनिट्. केचन धातवः वेट् धातवः अपि सन्ति. 35 धातवः सन्ति, ये धातवः वेट् इति वदामः. तर्हि अत्र इड्व्यवस्था इति विषयः अस्ति. तर्हि एकवारं पठामः. अस्तु, ललिता भगिनी आरम्भं करोति वा इड्व्यवस्था? आं भगिनि. इड्व्यवस्था, इड् नाम किम्? इट् नाम किम्? प्रायः अस्माभिः सर्वैः अवलोकितं स्यात् यत् तिगन्तेषु कृदन्तेषु च कुत्रचित् इकारः श्रूयते, कुत्रचित् न. यथा तिङन्तेषु गमिष्यति इत्यत्र मकारोत्तर इकारः अस्ति, द्रक्ष्यति इत्यत्र एवं कोऽपि इकारः नास्ति, कृदन्तेषु पठितुम् इत्यत्र तकारोत्तर इकारः अस्ति, कर्तुम् इत्यत्र एवं कोऽपि इकारः नास्ति। अस्य इकारस्य नाम इट् आगमः, इडागमः। तर्हि कुत्र इडागमः संयुज्यते अपि च कुत्र न इत्यस्य विज्ञानस्य नाम इड् व्यवस्था। यत्र इडागमस्य योजनार्थं धातोः अनुकूलता वर्तते तत्र धातुः सेट् सेट् इति उच्यते। सेट् इक्वल् टु इट् सः बहुव्रीहिसमासः। एतादृश बहुव्रीहिसमासस्य यस्य सः येन सः इति शैली न भवति, किन्तु अन्यपदप्रधान प्राधान्यम् अस्ति। प्रधानं न सः न वा इट् अपि तु धातुः। यत्र एतादृशी अनुकूलता नास्ति तत्र धातुः अनिट् इत्युच्यते। अनिट् इस् ईक्वल् टु न इट्, इट् राहित्यं यस्य सः। सामान्यतया धातुः सेट् अस्ति चेत् अपि च तस्मात् यः प्रत्ययः विहितः अस्ति सः अपि सेट् अस्ति चेत् तर्हि तत्र इडानुकूलता विद्यते, नाम तस्यां दशायाम् इडागमः भवितुम् अर्हति। धातुप्रत्ययोः कश्चन इडानुकूलो नास्ति चेत् सामान्यतया तत्र इडानुकूलता नास्ति। अपवादाः सन्ति किन्तु सामान्यनियमः अयम्। वदतु भगिनि। गमिष्यति इति इति पदेन मकार उत्तरवर्ति इकारः अस्ति, द्रक्ष्यति इत्यत्र कोऽपि इकारः नास्ति, पठितुम् इत्यत्र टकार उत्तरवर्ति इकारः अस्ति, कर्तुम् इत्यत्र एवं कोऽपि इकारः नास्ति। सो वेरेवर् द इकारः इस् सीन् इन् दट् प्लेस् इडागमः इति उच्यते। फार् दट् इडागमस्य योजनार्थं द धातु शुड् बि एबल् टु टेक् दट् इड् आगमः। भगिनी ओ ये द ब्राकेट् मध्ये अस्ति सेट् इति अस्ति खलु, सेट् इति अस्ति खलु, सेट् इत्यस्य धातुः सेट्, सेट् धातुः इति वदामः चेत् अत्र सेट् इति कीदृशपदम् इति चेत् समासः अस्ति, समस्तपदम् अस्ति। कीदृशसमासः इति चेत् बहुव्रीहिसमासः, बहुव्रीहिसमासः तस्य विग्रहवाक्यमस्ति। इटासः वर्तते इति सेट्, सेट् इत्युक्ते इटासः वर्तते इत्युक्ते स लक्ष्मणः इति वदामः चेत् लक्ष्मणेन सह वर्तते, स लक्ष्मणः रामः इति वदामः चेत् लक्ष्मणेन सह वर्तते, रामः लक्ष्मणेन सह वर्तते, अतः स रामः स लक्ष्मणः। एवमेव धातुः कीदृशः इति चेत् धातुः सेट्, इटासः वर्तते धातुः, अतः धातुः सेट्, सेट् इति विशेषणमस्ति धातुः इत्यस्य। तर्हि अत्र अत्र किम् उक्तम् इति चेत् सामान्यतया बहुव्रीहिसमासे पीताम्बरः विष्णुः इति वदामः चेत् पीतम् अम्बरं यस्य सः इति तादृशम् अस्ति। ऊढः रथः येन सः, ऊढरथः इति सर्वत्र यस्य यस्मिन् येन इति तादृश यद् पदस्य प्रयोगः क्रियते बहुव्रीहिसमासे, परन्तु अत्र तादृशविग्रहवाक्यं नास्ति। अत्र भिन्नसमासः, बहुव्रीहिसमासे अपि सहपूर्वकः बहुव्रीहिसमासः इति एकः समासः अस्ति, तादृशसमासः अस्ति इति कृत्वा तत्र येन सह यस्य सह इति विग्रहवाक्यं नास्ति इति एव लिखितमस्ति. अत्र पश्यामः चेत् सेट् इति वदामः चेत् अत्र सेट् इति पदे कस्य प्राधान्यम् अस्ति इत्युक्ते केन सह अन्वयः भवितुमर्हति, क्रियया सह अन्वयः भवितुमर्हति वा सेट् इति पदस्य इति चेत् न, अत्र सकारस्यापि प्राधान्यं नास्ति. सेट् इति पदे स इट् स इत्येकं पदम्, इट् इत्येकं पदं, तर्हि स इति पदस्य स इत्युक्ते सः इति अर्थः, स इति पदस्य प्राधान्यं नास्ति न वा इट् इति पदस्य प्राधान्यं. तर्हि कस्य प्राधान्यम् इति चेत् अन्यपदार्थस्य प्राधान्यं, बहुव्रीहिसमासे अन्यपदार्थस्य प्राधान्यं भवति. अतः अत्र धातुः इति पदस्य प्राधान्यम् अवगतवती वा? आं भगिनि. विशेषणमस्ति, विशेषणमस्ति धातुः विशेषणमस्ति सेट् पदं. सो धातु सेट् अस्ति चेत् इदागमः भवति, धातु सेट् न अस्ति चेत् अनिट् भवति, अनिट् भवति चेत् इडागमः न भवति. कस्य इडागमः? सेट् धातोः इडागमः भवति, अनिट् धातोः इडागमः न भवति. न, धातोः इडागमः भवति वा? न न, प्रत्ययस्य. धातुः सेट् अस्ति चेत् प्रत्ययस्य इडागमः भवति, इडातुः अनिट् अस्ति चेत् प्रत्ययस्य इडागमः न भवति. उदाहरणार्थं पश्यति चेत् भवति, उदाहरणार्थं पश्यति चेत् पठिष्यति इति रूपम् अस्ति, तर्हि तत्र कथं भवति इति चेत् पट् इति धातुतः तत्र स्य इति मध्ये प्रत्ययः अस्ति, विकरणप्रत्ययः स्य इति प्रत्ययः अस्ति, अनन्तरं ति इति तिङ् प्रत्ययः अस्ति, इत्युक्ते पट् योगः लृट् लकारः, लृट् लकारे भविष्यत्काले लृट् लकारः विधीयते, तर्हि लृटः स्थाने तिङ् प्रत्ययः, न वस्तुतः अत्र लृट् इति अस्ति, तदनन्तरं तत्र पट् इति मध्ये स्य इति विकरणप्रत्ययः आगच्छति, पट् योगः स्य योगः लृट्, इदानीं लृटः स्थाने तिङ् प्रत्ययः विधीयते, अतः पट् योगः स्य योगः ति. अधुना किम् अस्ति इति चेत् अधुना चिन्तनीयं पट् इति धातुः कीदृशः, सेट् वा अनिट् वा इति चिन्तनीयं. पट् इति धातुः सेट् अस्ति, यतोहि पट् इति धातु एकाचपि अस्ति परन्तु अनुदात्तस्वरः नास्ति तत्र. कथं जानीमः इति चेत् तत्र धातुपाठं द्रष्टव्यं, स्वरसहितधातुपाठं पश्यामः चेत् जानीमः. तर्हि पट् इति धातुः सेट् अस्ति यतोहि अनुदात्तस्वरः नास्ति. अपि च स्य इति प्रत्ययः आर्धधातुकप्रत्ययः अस्ति. किमर्थम् आर्धधातुकप्रत्ययः? शप् नास्ति, तिंशत् सार्वधातुकं, शेषः आर्धधातुकम्. उत्तमम्. अतः स्य इति प्रत्ययः आर्धधातुकप्रत्ययः अस्ति, तिंशत् भिन्नः, अतः आर्धधातुकप्रत्ययः अस्ति. आर्धधातुकप्रत्ययस्य आदौ कः वर्णः अस्ति? स्य इति अस्ति खलु, सकारः यकारः सकारः कीदृशः, वल् प्रत्याहारे अस्ति वा? वलादि नास्ति, वलादि अस्ति, वलादि अस्ति, वलादिः अस्ति. अतः स्य इति प्रत्ययः आर्धधातुकप्रत्ययः अस्ति, वलादिः अपि अस्ति, अतः प्रत्ययः इडानुकूलः अस्ति, धातुः इडानुकूलः अस्ति, अतः स्य इति प्रत्ययस्य आदौ इडागमः भवति. इट् अस्ति, इट् इत्युक्ते टित्, इट् इति आगमे टकारस्य इत्संज्ञा अस्ति हलन्त्यम् इत्यनेन खलु. तर्हि यत्र टकारस्य इत् भवति सः टित्. अतः कुत्र भवति आगमः? आद्यन्तौ टकितौ. आद्यन्तौ टकितौ इति कुत्र आगमः? प्रत्ययस्य आदौ आयाति. सत्यम्, उत्तमं. तर्हि इ योगः स्य योगः ति, तर्हि इ योगः स्य तत्र सकारस्य षत्वं भवति भिन्नसूत्रेण, आदेशप्रत्ययोः इति एकं सूत्रमस्ति, तेन सूत्रेण षत्वं भवति, सर्वत्र षत्वं भवति. यत्र यत्र इ इत्यस्ति तर्हि प्रत्ययस्य षत्वं भवति, अतः इष्यति इति रूपं भवति. इष्यति पट्योगः, इष्यति पठिष्यति, आद्योगः इष्यति खादिष्यति, लिख्योगः इष्यति लेखिष्यति इति तादृशरूपाणि सिद्ध्यति. तर्हि इडागमः तादृशं भवति. एवमेव तप्रत्ययः अस्ति चेदपि तथा तथैव चिन्तनीयं. पट्योगः तप्रत्ययः, पट् इति धातुः सेट्, तप्रत्ययः अपि. तप्रत्ययस्य आदौ कः वर्णः अस्ति लक्ष्मीभगिनी वदतु? कस्य आदौ भगिनि? तप्रत्ययस्य आदौ कित् अस्ति. कित् अस्ति सत्यं, परन्तु तत्र प्रत्ययस्य आदौ कः वर्णः अस्ति? पट्योगः तप्रत्ययः. तकारः अस्ति. तकारः कीदृशः? वलादिः अस्ति. हा, वलादिः अस्ति. अतः प्रत्ययस्य प्रत्ययः इडानुकूलः अस्ति, धातुः अपि इडानुकूलः अस्ति, अतः इडागमः भवति. पठित इति प्रातिपदिकं, पठितः पठितं पठिता इति रूपाणि खलु. पठितः पठिता पठितम् इति सर्वत्र तथैव चिन्तनीयं. धातुः सेत् अतः एव आर्धदत्तकप्रक्रियायां कश्चित् क्लेशः वर्तते यत् प्रथमतया धातुः सेट् वा नीट् वा इति चिन्तनीयम्. इत्युक्ते येषां मनसि के के धातवः सेटः, के के धातवः अनिटः इति मनसि एव सन्ति चेत् तत्र झटिति रूपं साधयितुं शक्नुमः. अग्रे गत्वा यदा वयम् आर्धदत्तकप्रक्रियां पठिष्यामः तस्मिन् सन्दर्भे वयं तत्र के के धातवः सेटः, के के धातवः अनिटः इत्यपि वयं पश्यामः. तत् सर्वं दृष्ट्वा कण्ठस्य अपि कुर्मः. तेन अस्माकं मनसि एव भवन्ति सेट् धातवः के. यतोहि अजन्तधातुषु केवलं चतुर्दशधातवः एव सेट्, अन्ये सर्वे धातवः अनिट्. तर्हि चतुर्दशधातून् स्मरामः चेत् तत्र अजन्तधातूनां विषये क्लेशः न भवति. एवमेव हलन्तधातुषु सर्वे प्रायेण सर्वे धातवः सेटः, केवलं 2-1% धातवः एव अनितः. अतः 2-1% धातवः कण्ठस्थीकुर्मः चेत् तर्हि सर्वत्र ज्ञातुं शक्नुमः कुत्र इडागमः कुत्र नास्ति इति. अस्तु भगिनि, क्षम्यतां भगिनि, वलादि अहं न अवगतं भगिनि. वलादि इति अग्रे सूत्रमस्ति भगिनि, आर्धधातुकसेड् वलादेः इति सूत्रमस्ति. तत् सूत्रं किं वदति इति पश्यामः. परन्तु आर्धधातुकप्रत्ययः वलादिः अस्ति चेत् एव इडागमः भवितुम् अर्हति. वलादिः नास्ति चेत् इडागमः न भवति. वलादि किम् इति तु न जानामि. वल् इति प्रत्याहारः अस्ति खलु, वल् प्रत्याहारे के के वर्णाः? वल् प्रत्याहारे के के वर्णाः इति वदतु. यकारं विहाय लकार पर्यन्तं सर्वे वर्णाः इत्युक्ते सर्वाणि व्यञ्जनानि किमपि यकारं विहाय. हा, तदेव तत्र. तर्हि आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारस्य वर्णः अस्ति चेत् प्रत्ययः इडानुकूलः अस्ति इति ज्ञातुं शक्नुमः. अस्तु, धन्यवादः. तर्हि अग्रे अग्रे विनयकुमार् महोदय पठतु. आं भगिनि, इत्सञ्ज्ञकेन अच् वर्णेन धातुः किं पदि इति निर्णयः क्रियते, अपि च अवशिष्टस्वरेण निर्णयः क्रियते अयं धातुः इत् अनिट् वा इति अस्मभिः उक्तम्. इत्संज्ञकानां वर्णनां निष्कासनान्तरं यः स्वरः अवशिष्यते तेन स्वरेण धातुः इट् वा अनिट् वा इति निर्णयः क्रियते. अनेन स्वरेण इद् व्यवस्था ज्ञायते. वदतु. अतः यस्य स्वरस्य इत् भवति सः स्वरः स्वस्वरः न श्रूयते भगिनि. सोरि, यस्य अवशिष्टस्वरः यस् एकक्षणं स्वरः अवशिष्यते प्रथमकार्यं, तर्हि यस्य स्वरः इत् भवति तस्य स्वरः निर्णय करणीयं यदा अनिट् वा इट् व्यवस्था भवति. अनिट् इडागम नास्ति, इट् इडागम अस्ति. सत्यम् इत्युक्ते तत्र धातौ इत्संज्ञक इत्संज्ञकवर्णः अस्ति चेत् तत्र धातुः किं पदि इति ज्ञायते. यथा वयं दृष्टवन्तः धातौ धातुः अनुदात्तेत् इत्युक्ते धातौ यः अनुदात्तस्वरः तस्य इत्संज्ञा अस्ति चेत् अनुदात्तनित आत्मनेपदम् इति सूत्रेण धातुः आत्मनेपदी भवति. धातौ यः स्वरः स्वरितः अपि च इत्संज्ञकः अस्ति तर्हि उभयपदी अस्ति धातुः. स्वरितनितकर्तृभिप्राये क्रियापले इति सूत्रेण अपि च यस्मिन् धातौ अनुदात्तस्वरस्य संज्ञा अपि नास्ति, स्वरितस्वरस्य संज्ञा अपि नास्ति, तस्मिन् सन्दर्भे धातुः परस्मैपदी भवति, शेषात् कर्तरी परस्मैपदी इति सूत्रेण. तर्हि इत्संज्ञकवर्णः अस्ति चेत् धातुः किं पदी इति ज्ञायते. परन्तु इत्संज्ञकवर्णानां लोपानन्तरं धातौ यः स्वरः शिष्यते सः कीदृशः इति पश्यामः चेत् सः स्वरः स्वरितः अथवा उदात्तः अस्ति, तर्हि धातुः सेट्. परन्तु धातुः यः धातौ यः अवशिष्टः स्वरः अस्ति सः स्वरः अनुदात्तः चेत् धातुः अनिट् इति तावदेव विषयः अस्ति. अस्तु, समीचीनं. तर्हि अग्रे वासुदेवन् महोदय पठति वा? तर्हि अत्र इड् व्यवस्था कीदृशी इति द्रष्टव्यं. वृत्तान्ते पढम् इति धातु तकारोत्तरवर्ति यः अकारः अस्ति सः अनुनासिक उदात्तः च, अतः धातुः परस्मैपदि. पकारोत्तरवर्ति यः अकारः अस्ति सः अवशिष्टः स्वरः इति उच्यते. अयम् अकारः कीदृशः इति ध्येयम्. अवशिष्टः स्वरः अनुदात्तः चेत् धातुः अनिट्. अयम् अवशिष्टः उदात्तः उदात्तः स्वरितो वा धातु सेट्. पकारोत्तरवर्ति अकारः उदात्तः अतः धातुः सेट्. घञ् धातौ ऐकारः अनुदात्तः अतः धातुः अनिट्. मेङ् धातु नकारस्य इत्संज्ञा, मे अवशिष्यते एकारः अनुदात्तः अतः धातुः अनिट्. शिवम् इति धातु उकारः अनुनासिक, अतः तस्य इत्संज्ञा लोपः च, शिव् इति अवशिष्यते. षकारोत्तरवर्ति यः इकारः सः उदात्तः अतः धातुः सेट्. उपर्युक्तस्य नियमस्य कारणं यदि अवगन्तुम् इच्छेम तर्हि सूत्रद्वयं द्रष्टव्यं भवति. पड् इति धातु, तस्मिन् पड् अनुनासिक तस्य लोपः पड् इति अवशिष्यते. तकारोत्तरवर्ति यः अकारः पड् धातौ पकारोत्तरवर्ति यः अकारः अस्ति सः अनुनासिक उदात्तः च अनुनासिकः उदात्तः च अतः धातुः परस्मैपदि अनुनासिकः उदात्तः च अतः धातुः परस्मैपदि पकारोत्तरवर्ती यः आकारस्थः अवशिष्टः स्वरः इति उच्यते पकारोत्तरवर्ती यः आकारः अवशिष्यते सः अवशिष्टः स्वरः इति उच्यते अयम् आकारः कीदृशः इति ज्ञेयं देयम् अवशिष्टस्वरः अनुदात्तः चेत् धातुः अनिट् अयम् अवशिष्टस्वरः उदात्तः स्वरितो वा धातुः सेट् अस्मिन् प्रसङ्गे धातु स्वरः स्वरः उदात्तः अतः सेट् पारत्रकार उदात्तः अतः धातु सेट् गै इति धातु स्वीकृत्य चिन्तयति चेत् गै धातु ऐकारः अनुदात्तः अतः धातुः अनिट् मे धातु ङकारस्य संज्ञा तस्य लोपः मे इति अवशिष्यते अतः तदा अनुदात्ते एकारः सः धातुः अनिट् अतः मे इति धातु अनिट् शिव् इति धातु स्वीकृत्य चिन्तयति चेत् शिव् इति धातु उकारः अनुनासिकः अतः तस्य इसज्ञा लोपगच्छ शिव् इति अवशिष्यते षकारोत्तरवर्ती यः इकारः सः उदात्तः अतः धातुः सेट् षकारोत्तरवर्ती यः इकारः वर्तते सदा अतः धातुः सेट् गुरुयुक्तस्य नियमस्य कारणं यदि अवगन्तुम् इच्छेम तर्हि सूत्रद्वयं द्रष्टव्यं भवति. समीचीनं महोदय, कृपया म्यूट् करोतु. अत्र पश्यामः एकवारम्. अत्र उमा भगिनी वदतु, तत्र इड्व्यवस्था कथं ज्ञायते, पट् इति धातौ? पट्टिति धातु चिन्तयति चेत् पकार उत्तरवर्ती टकारः अस्ति, तत्र अत्र खलु तत्र ओके ओके पट् इति धातुः अकार पठ इति धातुः अकारौ उपरि चन्द्रबिन्दुः अस्ति, तस्मात् अनुनासिकः अत्र. सो अकारः अजनुनासिक इति सूत्रेण तस्य लोपः भवति. सो पट् इति धातुः लौकिकधातुः अवशिष्यते. अत्र उदात्तः चिह्नम् अधः अपि नास्ति, उपरि अपि नास्ति, तस्मात् अत्र उदात्तः इति. अतः धातुः परस्मैपदी, शेषे शेषात् कर्तरि परस्मैपदम् इति सूत्रेण. एकक्षणं, कुत्र अधः अपि नास्ति, चिह्नम् उपरि अपि नास्ति? पट धातु अत्र उपरि अपि नास्ति. कुत्र अस्ति, कस्मिन् विषये वदन्ती अस्ति भवती? अत्र अकारद्वयम् अस्ति खलु? ओके, नो, इट् इस् पट, दट् इस् आ चन्द्रबिन्दु अस्ति. सो पठ उपरि चन्द्रबिन्दु अस्ति, तस्मात् अत्र आ लोपः भवति न. सो पट् धातु अवशिष्यते. हा, तर्हि वदतु. सो अत्र प उपरि और् अधः कुत्र चिह्नं नास्ति, अथवा अनुदात्तः अपि नास्ति, उदात् स्वरितः, सारि उदात्तः अनुदातः अपि नास्ति, अनुदातः नास्ति, उपरि उपरि अपि नास्ति, तस्मात् स्वरितः अपि नास्ति. सो उदात्तः एव, तस्मात् परस्मैपदी इति. तदनन्तरं ओके, अत्र अनुदात्तः नास्ति, अत्र सोरि उदात्तः अस्ति, तस्मात् पठ् धातुः सेट् सो पठिष्यति कम्स्. अत्र किं वक्तव्यम् इति चेत् अत्र अवशिष्टः स्वरः पकार उत्तरवर्तीयः अकारः अवशिष्टः अस्ति, सः स्वरः उदात्तः अस्ति, अतः सेट् इति सम्यक् अस्ति. परन्तु परस्मैपदी इति विषये तत्र सम्यक्तया इतोपि वक्तव्यं भवति. अत्र परस्मैपदी विषये कथं ज्ञायते, अत्र टकार उत्तरवर्ति अकारः अनुनासिकः अस्ति, अतः अपि च अत्र स्वरस्य उपरि चिह्नं नास्ति, अधोभागे अपि चिह्नं नास्ति, अतः स्वरः स्वरितः न, स्वरः उदात्तः अस्ति, अतः अत्र धातुः उदात्तेत् अस्ति, उदात्तेत् अस्ति, यतोहि उदात्तसंज्ञकस्वरस्य इत्संज्ञा अपि अस्ति, अतः धातुः उदात्तेत्, उदात्तेत् इति कृत्वा परस्मैपदी. तकार उत्तरवर्ति अकारस्य अकारं दृष्ट्वा वयं वदामः परस्मैपदी इति. इदानीम् अत्र इत्संज्ञकवर्णस्य लोपानन्तरं पट् इति अवशिष्यते, तर्हि तत्र पश्यामः चेत् यः अवशिष्टः स्वरः अस्ति सः स्वरः उदात्तः, अतः पुनः धातुः सेट्, धातुः परस्मैपदी सेट्. अवगच्छामि. अस्तु, समीचीनम्. एवमेव अत्र गै गै इति धातुः, वसन्ती भगिनी वदति वा गै? अस्तु भगिनि, गै इति धातुः स्व अधः चिह्नम् अस्ति, अधः अनुदातः, सो गै अवशिष्टस्वरः आफ् गै वन्द्र एकारः, सो अनुदातः एकारः वा, एकारः वा, अरे ऐकारः, सो ऐकारः अनुदातः, सो अवशिष्टस्वरः अनुदातः चेत् धातुः अनिट्, सो अनिट् सत्यं, धातुः अनिट्. अत्र पदी परस्मैपदी आत्मनेपदी किमस्ति? अनुदातः न अनुदातेत्, सो सो शे इद शेषात् कर्तरि परस्मैपदं. सत्यं सत्यं, शेषात् कर्तरि परस्मैपदम्, अनुदातेत् नास्ति, स्वरितेत् अपि नास्ति, अतः अतः परस्मैपदी शेषात् कर्तरि परस्मैपदी. लटि किम् अस्ति रूपं, लटि किं रूपं? गायति. हा, गायति इति रूपं, समीचीनं समीचीनम्. अग्रे सूर्यकुमारी भगिनी, मेङ् धातुः अत्र वदतु. हा भगिनि, मेङ् धातौ नकारः इत्संज्ञा भवति चेत् एकः संशयः विद्या भगिनी, इस् गै गै ऐकारः अनुदातः न, अनुदातः चेत् इट् इस् आत्मनेपदि. न, सूत्रं किं वदति, अनुदातेत् अनुदातस्वरस्य इत्संज्ञा भवेत्, अत्र इत्संज्ञा अस्ति वा? अनुनासिकचिह्नं नास्ति खलु? अनुनासिकचिह्नं अनुदात्तेत् इत्युक्ते सूत्रं किं वदति? अनुदात्त नित आत्मने पदं, तर्हि स्वरः अनुदात्तेत् यत्र इत्संज्ञकस्वरः यत्र इत्संज्ञकस्वरः अनुदात्तः अस्ति तत्र धातुः आत्मनेपदी. यत्र स्वरितस्वरस्य इत्संज्ञा अस्ति तत्र धातुः उभयपदी. यत्र स्वरः स्वरस्य इत्संज्ञा एव नास्ति तस्मिन् सन्दर्भे धातुः परस्मैपदी. धन्यवादः. धन्यवादः. मीरकुमारी भगिनी वदतु. मेन् धातुः अस्ति नकारः इत्संज्ञा भवति. अनुदात्तनित् आत्मनेपदम् इति सूत्रेण पदव्यवस्था आत्मनेपदं भवति. शेषवर्णः शेषस्वरः एकार अनुदात्त अस्ति. इत् नास्ति चेत् इत् नास्ति अनुदात्त अनुदात्त अनुदात्त चेत् अनिट् भवति. सत्यं. मेङ् इत्यस्य मकारस्य इत्संज्ञा अस्ति हलन्त्यम् इत्यनेन. मकारस्य इत्संज्ञा अस्ति इति कृत्वा अनुदात्तनित अनुदात्तनित आत्मनेपदम् इत्यनेन धातुः आत्मनेपदी. इदानीम् मे इति अवशिष्यते. मे इत्यत्र अवशिष्टस्वरः एकारः, सः एकारः अनुदात्तः अस्ति. अनुदात्तः अस्ति चेत् धातुः अनेट् अस्तु. समीचीनम् अस्तु. अग्रे पि के रेड्डि महोदय वदति वा अत्र क्षिमु इति धातुः क्षिमु. आं भगिनि, अत्र क्षिवु धातु अस्ति. अन्त्यवर्णं ऊं अनुनासिक अस्ति. उपदेशे अनुनासिक इति सूत्रेण उकारस्वर स्वरस्य यत् भवति. उत् इति भवति. अतः दि लौकिकधातु क्षि क्षु. अत्र क्षा उत्तरे उत्तरं स्वरा ई इकार भवति. इकार स्वर नास्ति, स्वरचिह्नं नास्ति. अतः इकारः उदात्तः भवति. उदात्तः अतः सेट् धातु भवति. अत्र पदी किं पद पदव्यवस्था उदात् दि उदात्त अनुदात्तज्ञितात्मनेपदं. सो दि आत्मनेपदं नास्ति अतः परस्मैपदि धातु. हा सत्यम्. इत्युक्ते तत्र स्वरस्य स्वरः स्वरितेत् नास्ति अनुदात्तेत् नास्ति अतः परस्मैपदम्. चेषात् कर्तरि परस्मैपदं. पदव्यवस्था इत्युक्ते परस्मैपदं धातुः, परस्मैपदी धातुः. अपि च धातुः सेत् अस्ति यतोहि अवशिष्टः स्वरः उदात्तः अस्ति. अस्तु. सर्वैः बुद्धं वा? कोऽपि प्रश्नः भगिनी? अत्र लट्लकारे किं रूपं भवति क्षिव् अनन्तरं मे इत्यस्य? अत्र धातुः अत्र भुवादिगणे अस्ति वा? धातुः दृष्टवती? न जानामि, न जानामि. अत्र धातुः कस्मिन् गणे अस्ति इति चिन्तनीयम् इति चिन्तयतु. अस्तु. धातुः परस्मैपदी भवति. पश्यतु. अस्तु. पश्यतु. अस्तु अग्रे मीना न अस्तु अत्र केतकी भगिनी एकवारं सूत्रं पठतु. यस् भगिनि. भगिनि मीङ् धातु दिवादिगणे अस्ति भगिनि. न अत्र क्षिवो इति धातोः विषये पृष्टवती. क्षम्यताम् भगिनि. प्रत्ययस्य स्वभावः वदतु. ततः वदतु, ततः पठतु. आर्धधातुकस्य वलादेः अर्धधातुप्रत्ययस्य आदौ वलप्रत्याहारे अन्तिमवर्णः अस्ति चेत् न अन्यतमः, अन्यतमवर्णः, अन्यतमवर्णः अस्ति चेत् तस्य इडागमो भवति. भगिनि केन एक्स्प्लेन् वट् ऐ अण्डर्स्टेण्ड् दिस्. न न प्रथमतया पठतु. ओके. वलादेन अर्धधातुकस्य कस्य आगमः स्यात् इट आगमः टित् अतः आद्यन्तौ टिकतौ इत्यनेन प्रत्ययस्य आदौ आयाति. वलप्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि वल आदौ यस्य स वलादिः बहुव्रीहि तस्य वलादेः अर्धधातुकस्य षष्ट्यन्तम् इट प्रथमान्तं वलादेः षष्ट्यनन्तं त्रिपदविदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गगात वलादेः अङ्गात् भगिनी भवती स्पीकर् फोन् मध्ये अस्ति वा? कृपया हेड्सेट् धारयतु, तत्र किञ्चित् सम्यक्तया न श्रूयते. हा वदतु. ओके. वाट् आई अण्डर्स्टेण्ड् अर्धधातुप्रत्ययस्य आदौ वलप्रत्याहारे अन्त्यं वर्ण अस्ति तस्य इडागमो भवति. वल्लादेय अर्धधातु कस्य इडागमः स्यात् इट् आगमः टित् आद्यन्तौ टिकतौ इत्येन प्रत्ययस्य आदौ आयाति. वलप्रत्याहारे यकारं विहाय स्वर्णानि व्यञ्जनानि अन्तर्गतानि. भगिनी न श्रूयते. न श्रूयते. किञ्चित् मन्दमन्दं श्रूयते. वदतु. न भगिनी भगिनी समये अत्र एक स्वस्य शब्दैः वदतु, सूत्रस्य अर्थः कः? सूत्रस्य अर्थधातु कश्चन वलादेः. हा अर्धधातुकः इत्युक्ते कः? हा प्रत्ययस्य नामकरणमस्ति आर्धधातुकप्रत्ययः. प्रत्ययः आर्धधातुकः भवितुमर्हति, नो चेत् सार्वधातुकः भवितुमर्हति. यः प्रत्ययः तिङ् अस्ति, तिङ् प्रत्ययः, पठति गच्छति तत्र सर्वत्र तिङ् प्रत्ययः अस्ति. तिङ् प्रत्ययस्य सार्वधातुकसंज्ञा अस्ति. अपि च षित् प्रत्ययः यत्र शकारस्य इत्संज्ञा अस्ति सः प्रत्ययः आर्धधातुकः. अवशिष्ट सर्वे अन्ये प्रत्ययाः आर्धधातुकाः. तर्हि आर्धधातुकप्रत्ययः अस्ति, तस्य आदौ वल् प्रत्याहारस्य वर्णः अस्ति चेत् इडागमः भवति इति सूत्रार्थः. अस्तु. हा समीचीनतया प्रयत्नं कृतवती वा भगिनि? एवमेव करोतु. अस्तु, धन्यवादः. हा अग्रे अरविन्द महोदय वदतु, सूत्रस्य अर्थः कः? अनुवृत्तिसहितसूत्रम् अस्ति अङ्गाद् वलादेः अर्धधातुकस्य इट् सूत्रस्य अर्थः अस्ति अङ्गात् परे यत् अर्धधातुकप्रत्ययः अस्ति तस्य आद प्रथमवर्णं वल् प्रत्याहारे अस्ति चेत् इट् आगमः भवति. अत्र सूत्रे सूत्रे कति पदानि सन्ति? सूत्रे अर्धधातुकस्य इत् वलादेः त्रीणि शब्दानि अस्ति. त्रीणि पदानि सन्ति आदौ. त्रीणि पदानि सन्ति सत्यम्. अर्धधातुकस्य इति षष्ट्यन्तं पदम्, इत् प्रथमान्तं, वलादेः षष्ट्यन्तम्, एकं त्रिपदं सूत्रं. वलादेः अर्धधातुकस्य तयोः कः सम्बन्धः? विशेषणविशेष विशेषणं किं, विशेष्यं किम्? विशेषणमस्ति वलादेः, विशेष्यमस्ति अर्धधातुकम्. अत्र वस्तुतः अर्धधातुकम् इत्यपि विशेषणमस्ति खलु? कस्य विशेषणम् अर्धधातुकम्? अर्धधातुकप्रत्ययस्य. तर्हि प्रत्ययः एव विशेष्यम्, अर्धधातुकः अपि द्वे विशेष्यमस्ति वलादेः विशेषणे, द्वे विशेषणे स्तः. तर्हि वलादेः आर्धधातुकस्य प्रत्ययस्य इट्. तर्हि वलादेः इति विशेषणमस्ति. कीदृशप्रत्ययः इति चेत् आर्धधातुकप्रत्ययः, पुनः कीदृशप्रत्ययः? वलादिप्रत्ययः. तर्हि अत्र षष्ट्यन्तं पदं किम्? षष्ट्यन्तं पदम् अर्धधातुकस्य षष्ट्यन्तं पदमस्ति वलादेः अर्धधातुकस्य षष्ट्यन्तं. तर्हि सत्यं. तर्हि षष्ट्यन्तम् इत्यस्य अर्थः कः? षष्टी स्थाने. तर्हि अत्र स्थाने इति अर्थः वा? अत्र स्थाने नास्ति. कथं जानीमः? स्थानी न दत्तम्. हा, कथं जानीमः स्थानी तत्र? यतोहि तत्र षष्ट्यन्तं पदम् अस्ति. स्थानी षष्ट्यन्तम् इत्युक्ते स्थानी इति उक्तं. तर्हि अत्र स्थानी नास्ति इति अपि उक्तं. कथं जानीमः? आदेः शब्देन स्थानी न भवति. कथं? वल् आदे आद्यन्तौ टकितौ इति आद्यशब्देन स्थानी न भवति. तस्य पूर्वम् इत्युक्ते वलादिः इत्यनेन इति वदति वा? हा आं भगिनि. अत्र वस्तुतः आर्धधातुकस्य इति षष्ट्यन्तम् अस्ति, परन्तु अत्र इट् इति उक्तं खलु. इट् इत्यनेन एव सङ्केतः अस्ति. इट् इत्यनेन टकारस्य टकारेण आगमस्य सूचकः अस्ति खलु, टकारः. अतः वयं जानीमः कस्यचित् स्थाने नास्ति, परन्तु इडागमः षष्ट्यन्तपदस्य इडागमः भवति. कस्य इडागमः? अर्धधातुकस्य इडागमः. कुत्र भवति इडागमः? अत्र सूत्रेण उक्तम्. इट् इति प्रथमान्तम् अस्ति. प्रथमान्तम् इत्युक्ते तत्र आदेशः भवितुमर्हति, आगमः भवितुमर्हति, अथवा नामकरणम्. अत्र इट् इत्यनेन आगमः, यतोहि टकारः अस्ति. अतः आद्यन्तौ टकितौ इति परिभाषासूत्रम् आगत्य सहकरोति अत्र. आद्यन्तौ टकितौ इत्यनेन यः टित् अस्ति सः आदिमावयवः भवति. यस्य आगमः तस्य आदिमावयवः भवति. कित् अस्ति चेत् सः अन्तावयवः भवति. यस्य आगमः तस्य अन्तावयवः. अतः अत्र टित् इति कृत्वा आदिमावयः भवति. अतः अर्धधातुकप्रत्ययस्य आदौ आगत्य उपविशति इति. अवगतम्? अपि च अत्र अङ्गस्य इत्यस्य अधिकारः अस्ति. तर्हि अङ्गस्य इत्यस्य अधिकारः अस्ति. तर्हि अत्र अङ्गात् इति पञ्चम्यन्तं पदमपि अस्ति. अङ्गात् इत्युक्ते पञ्चम्यन्तम् इत्यस्य अर्थः कः? अङ्गात् परकार्यं. पञ्चमी परकार्यम् अङ्गात् परे भवति, पूर्वनिमित्तं. अङ्गात् अङ्गात् इत्युक्ते तत्र पञ्चमे अस्ति. अङ्गस्य अनन्तरम्, अङ्गस्य अनन्तरं कुत्र प्रत्ययस्य, प्रत्ययस्य कार्यम् अस्ति अत्र इति अवगम्यते. अस्तु, सूत्रं स्पष्टं? स्पष्टं भगिनि. हा कोऽपि प्रश्नः अत्र न अस्तु भगिनि क्षम्यतां भगिनि वलादेः षष्ठी तु अस्ति किन्तु कथं स्थानी नास्ति अहं न अवगतं भगिनि क्षम्यतां न वलादिः इति विशेषणमस्ति अर्धधातुकस्य विशेषणमस्ति वलादिः अर्धधातुकस्य प्रत्ययस्य इति अस्ति सामान्यतया षष्ट्यन्तम् अस्ति चेत् तस्य स्थाने किमपि भवति अत्र प्रथमान्तं शब्दः इट् अस्ति अतः अर्धधातुकप्रत्ययस्य इट् इति आगच्छति चेत् तत्र यदि अत्र इ इति अस्ति इति चिन्तयतु वलादि अर्धधातुकस्य इ इति प्रथमान्तं तर्हि अर्धधातुकप्रत्ययस्य स्थाने इ इति आगन्तुं शक्यते परन्तु अत्र तु इट् इति अस्ति इट् इत्यनेन एव अत्र सूचकः अस्ति तत्र पाणिनिः किं कृतवान् इति चेत् यत्र यत्र आगमः अस्ति तत्र तत्र सूचितवान् अत्र टकारः भवति नो चेत् ककारः भवति नो चेत् मकारः भवति इति तर्हि अत्र इट् इति अस्ति इति कृत्वा वयं जानीमः टकारः अस्ति इति कृत्वा आगमः इति वयं जानीमः आगमः कस्यचित् स्थाने न आगच्छति खलु आदेशः एव कस्यचित् स्थाने आयाति आगमः मित्रवत् भवति कस्यचित् स्थाने नास्ति परन्तु कस्यचित् वर्णस्य पार्श्वे आगत्य उपविशति यदि अत्र याने यदि बस् याने अथवा रेल् याने भवती प्रयाणं करोति यदि भवती कुत्रचित् उपविशति तत्र अन्यः कोऽपि आगत्य वदति भवती इदानीं अत्र अत्र न उपविशतु गच्छतु अन्यत्र इति वदति सः आगत्य भवत्याः स्थाने उपविशति चेत् सः आदेशः अस्ति शत्रुवत् अस्ति आदेशः यदि भवती उपविशति ये रेल् याने कुत्रचित् भवत्याः पार्श्वे स्थानमस्ति तत्र कोऽपि आगत्य उपविशति भवत्याः स्थाने नास्ति परन्तु भवत्याः पार्श्वे सः एव आगमः अतः अत्र अवगतम् हा आगमः इति अस्ति महोदय टकारान्तः आगमः इति कुत्र सूचितम् आद्यन्तौ टकितौ इति सूत्रम् एतावता कुत्रचित् पठितं खलु आद्यन्तौ टकितौ अग्रे अपि अस्ति अग्रे पश्यामः अग्रिमपरिच्छेदे अस्ति धन्यवादः भवानेव पठने भगिनी अत्र एकक्षणम् अत्र अरुणा भगिन्याः प्रश्नः आसीत् खलु अरुणा भगिनी किं भगिनी अपि इच्छति तदेव तदेव कथम् अर्धधातुकस्य इति न स्थाने भवति इति समीचीनं अस्तु लक्ष्मी भगिनी विजयलक्ष्मी अत्र अनन्तरं द्वादिगणे भवति मयते क्षेवति इति लट्लकारे भवति इति सूचना दातुं किं किं पुनः वदतु मे धातु अनन्तरं क्षिव् धातु इत्यस्य मयते अनन्तरं क्षेवति इति रूपं लट्लकारे भवति द्वे च भ्वादिगणौ एव भवति इति वक्तुम् इच्छामि समीचीनं धन्यवादः हा विजयलक्ष्मी भगिनि अत्र आर्धधातुकस्य आदौ आगत्य आगमः तिष्ठति इति कथं तत्र षष्ठी पदस्य किमपि महत्त्वं नास्ति वा षष्ठीपदस्य महत्त्वम् अस्ति एव षष्ठीपदस्य यदि षष्ट्यन्तं पदं नास्ति चेत् कस्य आगमः इति कथं जानीमः तदेव अत्र स्थानि नास्ति परन्तु स्थानि इत्यस्य तु महत्त्वम् अस्ति एव आदौ न न एकक्षणं स्थानी इति यदि वदति चेत् स्थानी इत्युक्ते तस्य स्थाने आगत्य उपविशति खलु अतः एव स्थानी इति वदामः अतः स्थानी इति वक्तुं न शक्यते यद्यपि षष्ट्यन्तम् अस्ति परन्तु तस्य आगमः इति जानीमः अस्तु प्रत्ययस्य आगमः अस्तु राहुल् महोदय अग्रे पठतु महोदय क्षम्यताम् इतोपि एकः प्रश्नः पूर्वस्मिन् विषये मीङ् धातौ तत्र नकारः अनुदत्तस्वरः वा अत्र न दत्तः एवं न नकारः हल् वर्णः अस्ति खलु तत्र चिह्नं नास्ति हल् वर्णः, अतः अनुदात्तः त्वरितः किमपि नास्ति तत्र। हल् वर्णस्य केवलं स्वरवर्णानाम् एव तत्र उदात्तः वा अनुदात्तः वा स्वरितः वा इति तादृशचिन्ता। सत्यं, तर्हि सः आत्मनेपदम् इति कथं ज्ञायते? मकारस्य इत्संज्ञा खलु, अनुदात्तनित धातुः अनुदात्तेत् भवेत्, नो चेत् मकारस्य इत्संज्ञा भवेत्। विस्मृतं, धन्यवादः। वदतु अग्रे। बलादिः नाम वल् प्रत्याहारः आदौ यस्य सः, बलि यकारं विहाय सर्वाणि व्यञ्जनानि। कस्यचित् आर्धधातुकप्रत्ययस्य आदौ यदि वल् प्रत्याहारस्य कश्चन सदस्यः अस्ति तर्हि इडागमः तस्य प्रत्ययस्य आदौ आयाति। आदौ कथं ज्ञायते? किमर्थं मध्ये अपि न अन्ते अपि न आद्यन्तौ पठितौ इति सूत्रेण यः आगमः टित् अस्ति सः यस्य आगमः अस्ति तस्य आदौ आयाति। इत् अस्ति चेत् यस्य आगमः अस्ति तस्य अन्ते आयाति। इट् आगमः इट् अस्ति, ककारः इत् यस्य सः, अतः अनेन सूत्रेण इट् आगमः प्रत्ययस्य आदौ आयाति। इडागमः प्रत्ययस्य आदौ न धातो न तु धातोः धातोः आदौ, यतोहि आर्धधातुकस्य वलादेः इत्यनेन इडागमः प्रत्ययस्य आगमः न तु धातोः। अत्र वलादिः इत्यत्र इत्यस्मिन् वलादिः इति अर्थः कः इति उक्तं, वलादि नाम यः वल् प्रत्याहारे सन्ति ते वर्णाः यकारं विहाय, अतः हल् प्रत्याहारः सर्वे हलन्ताः यकारं विहाय ते हल् वल् प्रत्याहारे सन्ति। आर्धधातुकस्य आर्धधातुकप्रत्ययस्य आदौ यदि वल् प्रत्याहारः अस्ति तर्हि तत्र इडागमः प्रत्ययस्य आडु आयाति। आदौ इति वयं कथं निश्चयं कुर्मः इत्युक्ते तत्र आद्यन्तौ टकितौ इति सूत्रं सहायं करोति। यः दातु यः टित् अस्ति अथवा कित् अस्ति सः आदौ अपि च अन्तौ आगच्छन्ति। इट् आगमः अत्र इट् अस्ति अतः इट् टित् अस्ति अतः आदौ आयाति। कुत्र आदौ इत्युक्ते प्रत्ययस्य आदौ न तु धातोः। किमर्थम् इत्युक्ते यः आर्धधातुकस्य बलादेः इति सूत्रः अस्ति सः प्रत्ययस्य कृतः, अतः प्रत्ययस्य आदौ अत्र इट् अस्ति चेत् अत्र ईडागमः भवति, टित् अस्ति अतः ईडागमः भवति। बहु समीचीनं महोदय, तथैव अस्ति। तर्हि अत्र वल् वलि इति सूत्रे उक्तं, तर्हि वल् इति प्रत्याहारः अस्ति, वल् प्रत्याहारे यकारं विहाय अन्यानि व्यञ्जनानि सन्ति, तर्हि तादृश आर्धधातुकप्रत्ययः यस्य आदौ वल् प्रत्याहारस्य वर्णः अस्ति तर्हि तस्य इडागमः भवति। इडागमः अस्ति इति कृत्वा तत्र तित् अस्ति इति कृत्वा आदौ आयाति इति उक्तं, तर्हि कथं जानीमः मध्ये नास्ति अन्ते नास्ति इति कथं जानीमः इति चेत् तत्र परिभाषासूत्रमस्ति आद्यन्तौ टकितौ इति सूत्रमस्ति। यत्र कुत्रापि प्रथमान्तं पदम् अस्ति सूत्रे, प्रथमान्तं पदं टकारेण उक्तः नो चेत् ककारेण उक्तः, तर्हि सामान्यतया वयं जानीमः आगमस्य सूचकः, सर्वत्र तथा एव अस्ति इति नास्ति, इतोपि चिन्तनीयं भवति, परन्तु सामान्यतया टकारः अस्ति ककारः अस्ति चेत् आगमस्य सूचकः, अतः आद्यन्तौ टकितौ इति सूत्रेण तर्हि प्रथमतया कस्य आगमः इति चिन्तनीयम्। आद्यन्तौ टकितौ इति सूत्रस्य प्रयोगात् पूर्वं कस्य आगमः इति चिन्तनीयम्। अत्र अस्माकम् उदाहरणे आर्धधातुकस्य आगमः इति जानीमः, यतोहि सूत्रे आर्धधातुकस्य इति षष्ट्यन्तं पदमस्ति अतः तस्य आगमः इति जानीमः, यतोहि इत् इति उक्तं टकारस्य इत् संज्ञा अस्ति इति कृत्वा वयं जानीमः आगमः अस्ति। कस्य आगमः? आर्धधातुकस्य आगमः। कुत्र आयाति? आदौ आयाति वा मध्ये आयाति वा अन्ते आयाति वा? तत्र त्रयः पासिबिलिटीस् सन्ति, आदौ भवितुम् अर्हति, अन्ते भवितुम् अर्हति अथवा मध्ये भवितुम् अर्हति। तित् अस्ति चेत् आदौ भवति, आद्यन्तौ टकितौ इति अस्ति, टकितौ, तर्हि तित् अपि च कित् आदि अन्तौ, तित् अस्ति चेत् आद्यवयवः, यस्य आगमः तस्य आद्यवयवः, तस्य आदौ उपविशति, कित् अस्ति चेत् यस्य आगमः तस्य अन्ते, अन्तावयवः अन्ते उपविशति, तर्हि मित् इति अपि आगमः भवितुमर्हति, तादृश आगमः, तस्य विषये वयं पठितवन्तः खलु मिदचोन्त्यात् परः इति सूत्रं, मिदचोन्त्यात् परः इति सूत्रेण मित् अस्ति चेत् आगमः अश्वर्णेषु अन्त्यात् परः, अश्वर्णाः सन्ति चेत् तेषु अन्तिम अश्वर्णः तस्य अनन्तरम् उपविशति, मित् आगमः इति तत्र त्रयः आगमाः सन्ति व्याकरणे. अवगतम्? कोऽपि प्रश्नः? अस्तु, समीचीनं. विजयलक्ष्मी भगिनी अग्रे पठतु. श्रूयते वा भगिनी? हा श्रूयते, वदतु. आर्धधातुकप्रत्ययः कः इति स्मर्यताम्. प्रत्येकं प्रत्ययः यः धातुतः विहितः सः सार्वधातुकः आर्धधातुकः वा. प्रत्ययः तिङ् षित् वा चेत् तिङ् षित् सार्वधातुकम् इत्यनेन स च प्रत्ययः सार्वधातुकः. तिङ् षित् नास्ति चेत् आर्धधातुकं शेषः इत्यनेन प्रत्ययः आर्धधातुकः. अग्रे पठामि वा भगिनि? हा पठतु. तर्हि इडागमविधायकं सूत्रम् आर्धधातुकस्य इड् वलादेः अनेन धातुभ्यः वलादि आर्धधातुकप्रत्ययः विधीयते चेत् तस्य प्रत्ययस्य इडागमः भवति. नाम अनेन सूत्रेण यः कोऽपि आर्धधातुकप्रत्ययः वलादिः अस्ति सः प्रत्ययः सेट्. अयं नियमः तिङ्प्रत्ययः प्रसङ्गे पर्याप्तं, किन्तु धातुभ्यः विहिताः प्रत्ययाः द्विविधाः, तिङ् कृत् च. कृत् प्रत्ययेषु द्वितीयप्रमुखसूत्रेण प्रत्ययः वशादिः चेत् इडागमो निषिध्यते. अत्र प्रत्ययाः द्विविधाः भवन्ति, आर्धधातुकः च सार्वधातुकः आर्धधातुकः वा. सार्वधातुक प्रत्यये तिङ् अथवा षित् भवति. एते द्वे प्रत्ययः न सन्ति चेत् शेषः सर्वे प्रत्ययाः आर्धधातुकः. तिङ्क्षित् नास्ति चेत् आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकसंज्ञा प्राप्नोति. अत्र सूत्रं किं वदति? आर्धधातुकस्य इड् वलादेः अनेन सूत्रेण धातुभ्यः आर्धधातुकः प्रत्ययः विधीयते चेत् वलादिधातु आर्धधातुकप्रत्यय इत्युक्ते यकार विहाय अन्य कोऽपि वर्णः प्रत्ययस्य आदौ भवति चेत् सः प्रत्ययः वलादिप्रत्ययः, वलादि आर्धधातुकप्रत्यय इति तस्य नामकरणं. तद्वत् प्रत्ययस्य इडागमः भवति अस्य अनेन सूत्रेण. परन्तु अत्र धातुभ्यः अपि तिङ् तिङन्तधातु भवितुमर्हति अथवा कृदन्तधातु भवितुम् अर्हति. अत्र कृत् प्रत्ययेषु द्वितीयप्रमुखसूत्रेण अस्मिन् एतत् सूत्रं तु तिङ् प्रत्यय विहितः सूत्राणां कृते एव कृदन्त द्वारा ये धातु विधीयन्ते ये प्रातिपदिके प्रातिपदिकं प्राप्नुमः तस्य कृते अस्मिन् सूत्रस्य प्रसक्तिः अस्य सूत्रस्य प्रसक्तिः नास्ति. एतदेव अत्र अस्ति. प्रसक्तिः नास्ति इति नास्ति, प्रसक्तिः नास्ति इति नास्ति, प्रसक्तिः अस्ति. निषिध्यते परन्तु तदनन्तरं निषिध्यते तदनन्तरं निषिध्यते इत्युक्ते अत्र वयं जानीमः प्रथमतया प्रत्ययः द्विविधाः, सार्वधातुकः अर्धधातुकः इति उक्तं. प्रथमतया तथा कथं चिन्तनीयम् इति चेत् प्रत्ययः द्विविधाः तिङ् अथवा कृत् इति प्रथमतया चिन्तनीयं. कृदतिङ् इत्यनेन यः प्रत्ययः तिङ् नास्ति सः प्रत्ययः कृत्. अस्तु, तर्हि प्रत्ययः तिङ् भवति नो चेत् कृत् भवति. पुनः तत्र तिङ् प्रत्ययेषु पश्यामः चेत् तत्र पुनः चिन्तनीयम्, अर्धधातुकः भवितुम् अर्हति, सार्वधातुकः अपि भवितुम् अर्हति. तिङ् प्रत्ययः तिंशित् सार्वधातुकम् इत्यनेन सामान्यतया सार्वधातुकाः एव, यतोहि तिङ् इति साक्षात् उक्तं तिंशित् सार्वधातुकम् इत्यनेन. अतः सर्वे तिङ् प्रत्ययाः सार्वधातुकाः एव, परन्तु कुत्रचित् अर्धधातुकः अपि भवितुम् अर्हति अपवादरूपेण. तत् कथम् इति अग्रे पश्यामः. परन्तु स्मर्तव्यं, सर्वे तिङ् प्रत्ययः सामान्यतया सार्वधातुकाः, परन्तु कस्यचित् केषुचित् लकारेषु अर्धधातुकाः अपि भवितुम् अर्हति, भवितुमर्हन्ति. अपि च इदानीं कृत् प्रत्ययं पश्यामः चेत् कृत् प्रत्ययः अपि सार्वधातुकः भवितुमर्हति, अर्धधातुकः अपि भवितुमर्हति. यदि कृत् प्रत्ययः षित् अस्ति तर्हि सार्वधातुकः, यतोहि तिंशित् सार्वधातुकं. षित् नास्ति चेत् सः प्रत्ययः अर्धधातुकः इति तत्र तादृशभेदः अस्ति. तर्हि सामान्यतया प्रत्ययः अषित् षित् नास्ति चेत् अषित् प्रत्ययः अर्धधातुकप्रत्ययः अस्ति. तर्हि तादृश अषित् प्रत्ययः अस्ति चेत् सः अर्धधातुकप्रत्ययः, तस्य आदौ वल् प्रत्याहारस्य वर्णः अस्ति चेत् इडागमः भवति. परन्तु तादृश अषित् प्रत्ययः, यतोहि अषित् प्रत्ययः अषित् प्रत्ययः सर्वे प्रत्ययः अर्धधातुकः एव, तर्हि तादृश अषित् प्रत्ययः कित् कृत् प्रत्ययः अस्ति. तर्हि कृत् प्रत्ययः अस्ति चेत् अर्धधातुकसीद्वलादेः इत्यनेन इडागमः विधीयते. परन्तु तत्र अन्यसूत्रमस्ति नेड्वशीकृति इति सूत्रमस्ति. तेन सूत्रेण किम् उच्यते इति चेत्, यदि तत्र प्रत्ययस्य कृत् प्रत्ययस्य आदौ वश् प्रत्याहारस्य अन्यतमः वर्णः अस्ति चेत् इडागमः न भवति इति वदति. वल् प्रत्याहारः, वल् प्रत्याहारस्य वर्णः भवेत्, परन्तु तत्र पुनः इतोपि चिन्तनीयं, वश् प्रत्याहारस्य वर्णः अस्ति चेत् इडागमः न भवति. कृट् प्रत्ययेषु तादृशसन्दर्भः अस्ति. अधुना सूत्रं पठामः. नेड् वशीकृति इति सूत्रमस्ति. गीताञ्जलि भगिनी पठतु. आं भगिनि, एक प्रश्न भगिनि, वाक्ये आदौ एकं नाम अनेन सूत्रेण, नाम इत्युक्ते भगिनि? नेम्लि. ओ नेम्लि, नेड् वशीकृति. कृत् प्रत्ययस्य आदौ वश् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमो न भवति. यस्मिन् विधिस्तदादाग्रहणे एकं वार्तिकमस्ति इत्यनेन वशीकृति इत्युक्तौ वशादौ कृति तादृशप्रत्ययः यस्य आदौ वश् स्यात्. ओ अस्तु, यस्मिन् विधिस्तदादाव्लग्रहणे इत्यनेन वशीकृति इत्युक्तौ वशादौ कृति. वश् प्रत्याहारे वर्गीयव्यञ्जनानां तृतीयः, चतुर्थः, पञ्चमः सदस्याः वकाररेफकराः च रेफलकाराः वकाररेफलकाराः च नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः द्वितीय अथवा क्षम्यतां भगिनि अथवा षकार षकार सकार हकार चेत् इडानुकूलः न अव्ययपदम् इट् प्रथमान्तं वशि सप्तम्यन्तं कृति सप्तम्यन्तम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रम् अङ्गात् न इट् वशी कृति एकं सूत्रम् अस्ति अत्र नेड् वशी कृति इति सूत्रेण कृत् प्रत्याहारे कृत्य प्रत्याहारे अधिकार एव न भगिनि कृत्य नास्ति कृत् हा कृत् क्षम्यतां कृत् प्रत्याहारस्य प्रत्याहारः नास्ति प्रत्ययः प्रत्ययस्य क्षम्यतां भगिनि कृत् प्रत्ययस्य विषये एव आदौ यदि किमपि वश् प्रत्याहारस्य वर्णः अस्ति चेत् तस्य इडागमः न भवति इति नेड् वशी कृति इति सूत्रं वदति एकं वार्तिकम् अस्ति यस्मिन् विधि तद् अदा तत्र सन्धिः कः पदविच्छेदं करोतु अस्तु भगिनि विधि तद् विधिः न एकक्षणं महोदय एकक्षणं भगिनी वदन्ति अस्ति वदतु विधिः तदा तत् अदा विधिः तत् आदौ वल् ग्रहेण समीचीनं भगिनि आदौ समीचीनमस्ति परन्तु वल् इति अस्ति वा सन्धिः कः तत्र वल् ग्रहेण वल् अल् ओ आदौ वदतु अस्तु औ सन्धिः कः विधिः स तु विसर्गसन्धि सकार आदेश तत् आदौ इति तु झलां जशोन्ते तकार दकार भवति आदौ अल् ग्रहेण आदौ यान्तावन्तदेश सन्धि आयाति अल् ग्रहणे अल् अल् ग्रहणे अल् ग्रहणे अस्तु इति तु सप्तमी अल् ग्रहणे अस्तु क्षम्यताम् अर्थः कः इति बुध्यते वा अर्थः तु इति वदति वशीकृति इत्युक्ते वश् ये वर्णाः वश् प्रत्याहारे सन्ति तस्मिन् एव अस्य कार्यं कुर्वन् कुर्मः भगिनि आदौ अस्ति चेत् इति हा सूत्रार्थः अवगतवती परन्तु तत्र वार्तिकस्य महत्त्वं किम् इति ज्ञातवती वा न भगिनि अस्तु अरुणा भगिनी वदतु यस्मिन् विधिः तद् आदौ वल् अल् आग्रहणे प्रयत्नं करोमि अहं विस्मरामि विधिः अस्ति इदागं चिन्तयामि सहायम् आवश्यकं भगिनि न वस्तु अस्तु अस्तु चिन्ता नास्ति भगिनि चिन्ता नास्ति अत्र रामसेवरामन् भगिनी जानाति वा जानामि भगिनि. अस्तु मीना भगिनी वदतु. हा चिन्ता नास्ति भगिनि, मीना भगिनी वदतु. विधिः तद् आदौ अल्पग्रहणे तस्य अर्थं किम् इति वदामः वा? पृच्छामि, वदतु. कस्य विधिः इति वक्तव्यं? न श्रूयते, न श्रूयते, पुनः वदतु, पुनः वदतु. विधिः इत्युक्ते कस्य विधिः, आर्धदात्तिकस्य बलादेः विधिः इति तस्य आदौ अल्वर्णं ग्रहणे चेत् एव वशीकृति इत्यौ इति अर्थम् इति चिन्तयामि. यत्र यत्र कृत् प्रत्ययम् अस्ति चेत् तत् तस्य कृत् प्रत्ययस्य आदौ वश् बलादे वशि वश् प्रत्याहारे कोऽपि वर्णः अस्ति चेत् तस्य तस्मात् इडागमः न अनुकूलः भवति. धातुतः प्रत्ययः भवेत्, आर्धधातुकप्रत्ययः भवेत्, अत्र कृत् प्रत्ययः अस्ति चेत् वशी वला वशी वश् प्रत्याहारस्य कोऽपि वर्णः आदौ अस्ति चेदपि ईडागमः न भवति. विधिः इति अर्थं चिन्तयामि आर्धधातुकस्य इद्वलादेः इति सूत्रस्य विधिः तस्य आदौ अल् ग्रहणे इत्यर्थम् इति चिन्तयामि. हा हा, भवती किञ्चित् अवगतवती इति भाति, परन्तु किमर्थं वार्तिकस्य आवश्यकता? किमर्थम् आवश्यकता? आदौ इति अस्ति खलु, पूर्णस्य प्रत्ययस्य स्थाने न इदागं भवति, किन्तु तस्य प्रथम आदौ कः वर्णः अस्ति तस्य स्थाने एव इडागमः भवति इति. न, आगमः कस्यचित् स्थाने न भवति खलु, यद्भवती वदति तत् स्थाने इति. न, कृत् प्रत्ययस्य आदौ यदि वश् प्रत्याहारात् कोऽपि वर्णाः सन्ति चेत् एव इडागमस्य निषेधः भवति इति वार्तिकः. अर्थः सर्वेषां कृते स्पष्टः, परन्तु तत्र यस्मिन् विधि सदादौ वल् ग्रहणे इति वार्तिकस्य आवश्यकता किमर्थं, तत्र अनुवृत्तिसहितसूत्रम् एकवारम् अत्र पठति रमा शिवरामन् भगिनी. भगिनी पठतु अनुवृत्तिसहितसूत्रम्. अस्ति वा रमा भगिनी? न, अनुवृत्तिसहितसूत्रं पठतु. वार्तिकं सूत्रं न, अनुवृत्तिसहितसूत्रं पठतु भगिनि. ओ, अङ्गात् न इत् वशि वशीकृति, अनुवृत्तिसहितसूत्रम् अङ्गात् न इत् वशीकृति. हा, वशीकृति इति उक्तं, वशीकृति इत्यनेन किं किम् अवगम्यते? हा, वशी वश् प्रत्याहारे वशीकृति तयोः सम्बन्धः कः? कृत् प्रत्यये यस्य आदौ वश् वर्णः. न, एकक्षणम्, आदौ इति कुत्र उक्तम्? आदौ इति न उक्तम्, वशीकृति तावदेव अस्ति, वशीकृति इति तावदेव अस्ति. वशीकृति तयोः सम्बन्धः कः? विशेषणविशेषभावः अस्ति. विशेषणविशेषभावः अस्ति चेत् तत्र कीदृशबोधः जायते? सप्तम्यन्तः वशी इति सुन्दरः बालकः इति वदामि चेत् तत्र कीदृशबोधः भवति? विशेषणविशेषः समीचीनं. हा, वश् एव कृत् कृत् एव वश्, हा तर्हि अत्र विशेषणविशेषभावः अस्ति, वशीकृति इति उक्तमस्ति, तर्हि ज्ञातुं न शक्नुमः कृत् प्रत्ययः वश् वश् वश् कृत् प्रत्ययः एव साक्षात् वश् प्रत्याहारस्य वर्णः इति तादृश अर्थः बुध्यते. तथा भवति चेत् तत्र कृत् प्रत्ययः यत्र साक्षात् वश् प्रत्याहारस्य वर्णः इति केचन केचन एव प्रत्ययाः सन्ति तस्मिन् सन्दर्भे. परन्तु अत्र कीदृश अर्थः इष्टः इति चेत् अत्र कृत् प्रत्ययस्य आदौ कश्चन वर्णः भवेत्. आर्धधातुकस्य एड् वलादेः इति सूत्रे तु वलादिः इति साक्षात् उक्तम्. भगिनी किञ्चित् म्यूट् करोतु भगिनि, ध्वनिः अस्ति. हा अस्तु, अत्र आर्धधातुकस्य एड् वलादेः इति सूत्रे तु वलादि आर्ध वलादेः आर्धधातुकस्य इति उक्तं. तर्हि तत्र स्पष्टतया ज्ञायते वलादिः आर्धधातुकः इति, आर्धधातुकस्य प्रत्ययस्य आदौ वल् प्रत्याहारस्य वर्णः इति ज्ञायते स्पष्टतया. परन्तु अस्मिन् सूत्रे वशादिः कृति इति न उक्तं, वशीकृति इति तावदेव उक्तम्. अतः कृत् प्रत्ययः एव साक्षात् वश् प्रत्ययः इति भवति चेत् तत्र अन्यत्र यत्र कार्यमिष्टं तत्र न भवति. तदर्थम् अत्र वार्तिकस्य आवश्यकता अस्ति. अत्र सप्तम्यन्तं पदं कृति इति अस्ति, वशी इति अपि अस्ति, विशेषणमपि अस्ति. यत्र सप्तम्यन्तपदस्य विशेषणविशेष्यभावः अस्ति तत्र यस्मिन् विधिस्तदादौ वल् ग्रहणे इति वार्तिकस्य प्रयोगः क्रियते. तर्हि वशीकृति इति द्वौ अपि सप्तम्यन्त द्वे अपि सप्तम्यन्ते पदे. अतः अत्र वशादौ कृति इति तादृशः अर्थः इदानीम् अवगम्यते. यस्मिन् विधिस्तदादौ वल् ग्रहणे, यस्मिन् इति अत्र वार्तिके यस्मिन् इति पदं सप्तम्यन्तं पदस्य सूचकः अस्ति. विधिः अत्र विधिः अत्र विधि विधिः एव अस्ति, निषेधकार्यम् अस्ति, तादृशविधिः अस्ति, निषेधकार्यमपि विधिकार्यमेव. तर्हि यस्मिन् विधिः वशीकृति इत्यनेन विधिः भवति तादृशविधिः तदादौ अल् ग्रहणे, तस्मिन् कृति इति प्रत्ययस्य आदौ अल् ग्रहणे, तत्र वश् इति अल् अल् वर्णः प्रत्ययस्य आदौ अल् ग्रहणे इति कृत्वा वशादौ कृति इति तादृश अर्थः बोध्यते. अवगतम् भगिनी? तदर्थं वसि वल् प्रत्ययहार अन्तर्भूताः, वशी वल् प्रत्याहारे अन्तर्भूताः एव, वशी अवल् प्रत्याहारे अन्तर्भूताः. अतः एव तत्र प्रथमसूत्रेण कार्यं विधीयते, द्वितीयसूत्रेण कार्यं निषिध्यते. यत्र वशी अस्ति तत्र निषेधः, अन्यत्र कार्यं भवति. एकवारं पुनः मीनिङ्ग् अर्थं वदतु. यस्मिन् यस्मिन् यत्र सप्तम्यन्तं पदमस्ति, विशेषणविशेषभावः अस्ति, सप्तम्यन्तं पदद्वयमस्ति, कृत् वशीकृति इति सप्तम्यन्तपदद्वयमस्ति, तयोः विशेषणविशेषभावः अस्ति. तर्हि सामान्यतया कथं जानीमः कृत् प्रत्ययः एव साक्षात् वश् इति अस्ति चेत् तत्र कार्यं भवति इति जानीमः. परन्तु तेन इष्टार्थः न सिद्ध्यति, यतोहि अत्र अस्य सूत्रस्य प्रसक्तिः बहुत्र अस्ति. तर्हि अत्र अर्थः कथं बुध्यते इति चेत् तदर्थमत्र वार्तिकमस्ति. यस्मिन् विधिस्तदादौ वल्ग्रहणे, यत्र यत्र सप्तम्यन्तपदद्वयम् अस्ति, यत्र विशेषणविशेष्यभावः अस्ति, तत्र विशेषणं विशेषस्य आदौ भवति. विशेषणम् अत्र अल् वर्णः सन्ति, वशि इति अल् वर्णः, वश् प्रत्याहारस्य वर्णः. इदानीं तत्र वश् प्रत्याहारस्य वर्णः कः इति चेत् एकम् उदाहरणं वकारः इति स्वीकुर्मः. तर्हि कृत् प्रत्ययः अस्ति, तत्र केवलं वकारः एव अस्ति इति चिन्तयतु. तर्हि तत्र विशेषणविशेषभावः अस्ति इति जानीमः. परन्तु तत्र यस्मिन् विधिस्तदादौ वल् ग्रहणे इत्यनेन किं बुध्यते इति चेत् यः कृत् प्रत्ययः अस्ति तस्य आदौ वल् वश् प्रत्याहारस्य वर्णः अस्ति चेत् तस्य ग्रहणम् इत्येव अत्र वार्तिकस्य अर्थः. अतः एव वार्तिके यस्मिन् इति पदमस्ति, सप्तम्यन्तं पदं, सप्तम्यन्तपदेन यत्र विधिः अस्ति तत्र आदिम वल् आदिम अल् वर्णस्य ग्रहणम् इति अर्थः. भवती भगिनी अत्र अल् अल् इति किमर्थं वदन् अल् इति सर्वे वर्णाः खलु, सर्वे वर्णाः यत्र यत्र सप्तम्यन्तपदेन विधिः अस्ति तत्र आदिम अल् वर्णस्य ग्रहणम्. अत्र अल् वर्णस्य सूचकः अस्ति वशि. वशि इति अल् अल् वर्णः. तर्हि अन्येषु सूत्रेषु अपि तस्य व्याप्तिः अस्ति किल? तस्य हा अन्यत्रापि भवति. यत्र यत्र सप्तम्यन्तपदं विशेषणविशेष्यभावः अस्ति अपि च एतादृशं वशी इति तत्र अल् ग्रहणस्य सूचकः अस्ति तत्र भवति. भगिनि यदि पाणिनि पाणिनि हेड् इन्क्लूडेड् दिस् सः परिभाषा तत् परिभाषासूत्रम् अस्ति न? हा परिभाषा न कृतवान् पाणिनि न कृतवान् पाणिनि किमपि न उक्तवान् तस्मिन् विषये. वशीकृति तावदेव उक्त्वा तत्र अग्रे गतवान्. तर्हि अत्र परिभाषासूत्रं किमपि नास्ति. तदर्थं तत्र वार्तिककारेण यस्मिन् विधि सदादौ वल्ग्रहणे इति वक्तव्यम् इति उक्तं. तद् यदि तदा वदति तदा एव स्पष्टता भवति. नो चेत् स्पष्टता नास्ति. वशीकृति इति तावदेव वदति चेत् कृत्येव साक्षात् वश् भवति. तर्हि तत्र सूत्रस्य कार्यक्षेत्रं बहु लघु भवति. एतस्य कार्यक्षेत्रम् अन्यत्रापि अपेक्षितम् अस्ति. अतः यत्र यत्र कृत् प्रत्ययस्य आदौ वश् प्रत्याहारस्य वर्णः अस्ति तत्र सर्वत्र ग्रहणम्. अवगच्छामि. बहु उत्तमं. यदि पाणिनि वश् आदौ कृति उक्तवान् तत् समीचीनम् अभवत्. तत्र स्पष्टता न स्पष्टतया न उक्तम्. आर्धधातुक सेड् वलादेः इत्यत्र स्पष्टतया उक्तं वलादिः इति. अत्र तु वशादिः इति किमपि न उक्तम्. अतः वश् कुत्र भवेत्, आदौ भवेत् वा अन्ते भवेत् वा मध्ये भवेत् वा इति न जानीमः. तदर्थम् अत्र वार्तिकमस्ति. वार्तिकं भवति वश् इति वर्णः आदौ एव भवेत्, न तु अन्ते न तु मध्ये. भगिनि भगिनि नेडवशीकृति किमपि स्थानं न वदति, इत्युक्ते कुत्र वश् अस्ति. अपि च सम्पूर्णकृत् प्रत्यय वश् एव अस्ति इति एकम् अन्य अर्थ अपि भवितुम् अर्हति न भगिनि? हा तदर्थमेव तत्र प्रथमतया वशीकृति इति वदति चेत् विशेषणविशेषभावः अस्ति इति प्रथमतया बुध्यते. तर्हि अभेदः कृत् इत्युक्ते वश् वश् इत्युक्ते कृत् तयोः अभेदसम्बन्धः अस्ति इति सामान्यज्ञानम् अस्ति. सुन्दरः बालकः इत्युक्ते बालकः सुन्दरः, सुन्दरः कः बालकः, बालकः कः सुन्दरः, तत्र अभेदः अस्ति. अत्रापि तादृश अर्थः बुध्यते. तदनन्तरं तत्र पृच्छामः चेत् अत्र वश् इति कुत्र अस्ति, अधौ अस्ति वा अन्ते अस्ति वा मध्ये अस्ति वा इति न जानीमः. स्पष्टता नास्ति. अत्र सुन्दरः बालकः इति वदामः चेत् तत्र सौन्दर्यं सम्पूर्णबालके अस्ति. तर्हि तत्र क्लेशः नास्ति. एकक्षणम् सम्पूर्णबालकस्य सौन्दर्यम् अस्ति इति ज्ञायते तत्र. परन्तु अत्र वशीकृति इति वदामः चेत् सम्पूर्णप्रत्ययस्य वश्त्वम् अस्ति इति एव बुध्यते. तर्हि केवलं वश् इति एव अवगच्छामः. तर्हि इतोपि परन्तु वयं जानीमः वश् इति वर्णः अस्ति. अतः सम्पूर्णकृत् प्रत्ययस्य वर्णः अपि भवितुमर्हति. नो चेत् आदौ भवितुमर्हति, अन्ते अपि भवितुमर्हति, मध्ये अपि भवितुमर्हति. तादृशस्पष्टता नास्ति अत्र. अतः वार्तिकस्य आवश्यकता अस्ति. वार्तिकम् इति कार्यं करोति. यथा अलोन्तस्य परिभाषासूत्रं स्पष्टता ददाति तथा अत्र आदौ विषये इति वार्तिकं स्पष्टता ददाति. सत्यं मीना भगिनि किमस्ति? इत् अपि इत् आगमः सूचयति आदौ भवति इति किल, किमर्थं वार्तिकम् आवश्यकम्? न इत् आगमः आदौ जानीमः. न इत् आगमः आदौ भवति इति जानीमः. परन्तु कीदृशकृत् प्रत्ययस्य कीदृशकृत् प्रत्ययस्य ईडागमः न भवति. वशादौ इति कथं जानीमः? कथं जानाति भवती वशादौ? आदौ इति कुत्र उक्तं? यस्मिन् विधि सदादौ वल्ग्रहणे इति वार्तिकेन एव आदौ इति बुध्यते. नो चेत् न बुध्यते. येन विधि स्थदन्तस्य सूत्रम् अपि अस्ति, तस्य प्रयोगः अस्ति नास्ति अत्र नास्ति तत्तु कार्यम् अन्ते भवति वार्तिकं तत्र कार्यं करोति न उत्तमः प्रश्नः महोदय उत्तमः प्रश्नः अत्र येन विधि सदन्तस्य इत्यनेन तदन्तविधिः भवितुम् अर्हति खलु किमर्थं न तस्य प्रयोगः न इति उत्तमः प्रश्नः अस्ति अत्रापि भवितुम् अर्हति परन्तु तस्य अपवादः अस्ति यस्मिन् विधि सदादौ वल्ग्रहणे अस्तु धन्यवादः अस्तु अपवादः भगिनि किमर्थम् इत्युक्ते तत्र सामान्यतया यस्मिन् विधि सदादौ वल्ग्रहणे इत्यनेन तदन्तविधिः भवति तस्यापि प्रसक्तिः अस्ति अत्र अत्र कार्यम् तु आदौ भवति खलु हा तत् कथं जानीमः यस्मिन् विधि सदादौ वल्ग्रहणे इत्यस्यैव कार्यम् अत्र इति कथं जानीमः एतस्य वार्तिकस्य अवसरः कुत्रचित् भवेत् खलु आम् आम् किन्तु येन विधि सदन्तस्य कार्यं करोति वा यस्मिन् विधि तदादौ अल्ग्रहणे कार्यं करोति वा कथं निश्चेतुं शक्नुमः यदि सदादौ वल्ग्रह येन विधि सदन्तस्य इत्यस्य कार्यम् अन्यत्र अस्ति इति जानीमः तस्य कार्यं बहुत्र अस्ति इति जानीमः यस्मिन् विधि सदादौ वल्ग्रहणे इति सूत्रे इति वार्तिके यस्मिन् इति सप्तम्यन्तं पदम् अस्ति तत्रैव एतस्य कार्यं भवितुम् अर्हति यत्र यत्र सप्तम्यन्तपदस्य विशेषणविशेषभावः अस्ति तत्रैव एतस्य कार्यं भवितुम् अर्हति अतः एतस्य कार्यं सीमितमस्ति अतः अत्र एव भवितुम् अर्हति अतः अपवादरूपेण कार्यं करोति इति वक्तुं शक्यते यतोहि येन विधि सदन्तस्य इति तादृशं किमपि नास्ति विशेषणविशेषभावः अस्ति चेत् तत्र सर्वत्र भवितुम् अर्हति अस्तु तर्हि अत्र स्थगयामः अग्रिमसप्ताहे इतः अग्रे सरेम धन्यवादः धन्यवादः।